सर्वेभ्यः नमस्कारः. अस्माकम् अद्यतन वर्गस्य विषयः प्रथमं तु धातुगण अभ्यासः, अनन्तरं वयं द्वितीय तृतीयकरपत्रयोः पठनं, तद् अद्य अस्माकम् उद्देश्यः अस्ति. वयं गतसप्ताहे मुच् धातुः पर्यन्तं चर्चितवन्तः. इदानीम् अग्रे कः धातुः अस्ति इति पश्यामः. केनापि आगतं वा इदानीं? नाम उच्यताम्. नमस्ते भगिनी, माला अस्मि. स्वागतं भगिनी. अनन्तरं कृपया नाम उच्यताम्. प्रथमं अभ्यासपत्रे वयं पृ धातुतः आरम्भामहे. राजेन्द्रमहोदय प्रथमं करोति वा पृ धातुः? आम् आं भगिनि, आं प्रयत्नं करोमि. अत्र प्रणौति प्रीतौ क्रियापदं प्रणौति अस्ति. अहं चिन्तयामि तत्र स्वादिगणे अस्ति वा भगिनि? पञ्चमगणे. आम् पञ्चमगणे स्वादिगणे अस्ति. शनु शनु नो विकर्णप्रत्यय अस्ति भवति तिङ्प्रत्ययोजने. आम् तत्र नत्वकार्यमपि भवति. ऋ इति धातुः धातोः अङ्गे ऋ इति अस्ति, अतः नत्वमपि भवति. समीचीनं महोदय. गीता नमस्ते. नमस्कारः. नाम उचितं? गीता. गीता, ओ अन्य केनापि आगतं वा? जगन्नाथः. जगन्नाथमहोदय स्वागतं. नमस्कारः. प्रिया श्रीनिवास. प्रिया श्रीनिवास स्वागतं भगिनि. अन्य केनापि आगतं वा? इदानीं रमाबाय् भगिनी द्वितीयं करोति वा? गै इति धातुः. धातुः कः धातुः? गै इति. अत्र धातुगण अभ्यासे वयं प्रथम मुच् धातुपर्यन्तं गतसप्ताहे कृतवन्तः. इदानीं पृ धातुः, अनन्तरं गै इति द्वितीयधातुः अस्ति. प्राप्तं वा कुत्र अस्ति इति सर्वे? प्राप्नोति भगिनि. भवती उद्घाटयतु प्रथमं तत् अभ्यासपत्रम् इति. चतुर्थ करपत्रमस्ति धातुगण अभ्यास. मुद्रितं वा सङ्गणके पश्यति वा? गै धातु वा? गै धातु. गै धातु. गायति क्रियापदं. गै तत्र गुणकार्यमस्ति. या विकरणप्रत्ययः. गै गाय् गाय् विकरणप्रत्ययः. तदर्थं भुवादिगणे भवति. भुवादिगणे तु समीचीनमेव. आ इति विकरणप्रत्ययः कस्मिन् गणे अस्ति? षष्ठगणे अपि अस्ति. ओ गै गै गाय् इति गुणकार्यमस्ति. तत्र गाय् योगः अयोगः ति एव भविष्यति किल, भवति किल? भुवादिगणः इति सम्यक्. तत्तु साधु साधु, उत्तरं तु साधु. परन्तु तस्य कुत्रापि विकरणप्रत्ययः भवति. आम्, परन्तु एतत्तु कस्मिन् गणे अस्ति? प्रथम बौद्धिगणे अस्ति. किमर्थं चेत् तत्र गुणकार्यम् अस्ति किल. गुणकार्यं तु अत्र नास्ति. तत्र गै इति धातुः, तत्र धातु आदेशः इति भवति. अहं पूर्वस्मिन् वर्गे अपि उक्तवती, यदा न्या धातुः अस्ति तत्र तु जनयति इति रूपं भवति. धातु आदेशः इति वदामः, गै स्थाने गाय् इति आगच्छति. तत्र तु यान्तावान्तादेशसन्धिः भवति. किमपि गुणः गुणकार्यं नास्ति, यान्तावान्तान्ति सन्धि भूत्वा गायति. आम् समीचीनमेव. भुवादिगणः इति सम्यक् उत्तरं. तत्र तु परन्तु गुणः न भवति, यान्तावान्तादेशसन्धिः भवति. गै गायति इति भुवादिगणे एव. सम्यक् भगिनि. अनन्तरम् अना भगिनी डि इति धातुः करोति वा? अहं प्रयत्नं करोतु भगिनी, अहं सहायं करोमि. अस्तु, डि धातु दीयते, किन्तु कः गणः न जानामि. डि धातुः अस्ति, अत्र यकारः इति विकर्णप्रत्ययः तु दृश्यते किल. यकारः कस्मिन् गणे अस्ति? यकारः एकनिमेष. चतुर्थ. उत्तमं, तावदेव. दिवादिगणे तावदेव सम्यक्. चतुर्थगणे अस्ति डीयते इति रूपम्. अन्यदपि रूपम् अस्ति डी धातुः, डयते इति. डयते इति रूपं तु भुवादिगणीयधातुः अस्ति. तत्र तु भुवादिगणे भवति. डी धातुः रूपद्वयम् अस्ति, अत्र डीयते इति दत्तमस्ति. तत्तु यदा भगिनी उक्तवती दिवादिगणे, डयते इति अन्यद् रूपम् अस्ति, तत् भुवादिगणे अस्ति. अनन्तरं रामनाथन् महोदय प्रयत्नं करोति वा? भृ धातुः अस्ति वा महोदय? रामनाथन् महोदय अस्ति वा? अस्तु, अमित्राव् महोदय प्रयत्नं करोति वा? आं भगिनि, अत्र भ्रू धातु बिभर्ति इति क्रियापदं रूपम्. अत्र द्वित्वं दृश्यते. कश्चित् विकरणः अपि नास्ति, तस्मात् तृतीयगणं झोत्यादिगणे भवति मन्ये. उत्तमं, तत्रापि. अनन्तरं क्षम्यतां, राधिका भगिनी भा इति धातुः करोति वा? अस्तु भगिनि, भा धातु भाति इति आगच्छति. तत्र विकरणप्रत्ययः न भाति, न नास्ति अत्र, अतः अदादिगण इति चिन्तयामि, द्वितीयगण. उत्तमं, श्रूयते वा भगिनि? रामनाथन्, इदानीं श्रूयते महोदय, करोति वा अग्रिमं? सि धातुः, सि धातुः सिनोति धातुरूपं, सिनोति धातुरूपं नो इति स्वादिगणः भवति. साधु वा महोदय? साधु, उत्तमम्. अनन्तरं विजी भगिनी करोति वा अग्रिमं? स्थूल, स्थूल, स्थूल इति न स्थूल, स्थूलयते चुरादिगणः दशमगणः तूल् ऐ अय योग ते स्थूलयति चुरादिगणः स्थूलयते इति चुरादिगणीयधातुः आत्मनेपदी रूपं तत्र स्थूल् इति धातुः विषये भगिनी विजय भगिनी म्यूट् करोति वा धन्यवादः भगिनी तत्र स्थूल् इति धातुः विषये तत्र स्थूलयति इति अपि एकं रूपम् अस्ति तत्तु यदा प्रेरणार्थे निच् इति यदा वयं चुरादिगणविषये चर्चितवन्तः तत्र अहम् उक्तवती प्रेरणार्थे अपि निच् भवति इति तत्र स्थूलयति इति रूपं यदा प्रेरणार्थे निच् भवति चेत् तत्र गणभेदः नास्ति इत्युक्ते गणस्य किमपि मुख्यत्वं नास्ति तत्र कोऽपि गणः नास्ति तत्र स्थूलयति इति रूपम् अपि अस्ति इति तावदेव तत्र अनन्तरं शेखर् महोदय वदति वा शुद्ध धातुः क्षुद् किल क्षुणति क्षुणति अस्ति तत्र मध्ये नकारम् आगतम् अत्र अतः अहं मन्ये अत्र एकनिमिषम् अष्टमे गणे अस्ति इति मन्ये नकारः मध्ये किल रुदादिगणे अस्ति सत्यं सुमित्रा भगिनी अग्रिमं करोति वा आं भगिनि पुष् इति धातुः क्रियापदम् अस्ति पुष्यति यकारः विकरणप्रत्ययः तत्र अतः दिवादिः गणे अनन्तरं ज्योति भगिनी करोति वा ज्योति भगिनी हा क्षम्यतां म्यूट् न कृतवती अस्य तर्हि कृ धातु किल वच् वच् धातु वच् ओ वच् धातु वक्ति विकरणप्रत्ययः न दृश्यते द्वितीयगणे अस्ति उत्तमम् लक्ष्मी लक्ष्मी भगिनी करोति वा कृ धातुः आं भगिनि अत्र धातुः कृ अस्ति क्रियापदं करोति अत्र तनादिगणे अस्ति किमर्थं चेत् तत्र कृ इत्यस्मात् अजन्तधातुः अतः तत्र आर् आगच्छति अनन्तरम् ओकारः आदेशः ओकारः अपि आगच्छति ओकारः तनादिगणस्य विकरणप्रत्ययः अतः क्रोधातुः तनादिगणे सम्यक् भगिनि सम्यक् तत्र किमपि विकरणप्रत्ययः नास्ति चेत् कथं गणः ज्ञातव्यम् विकर्णप्रत्ययः नास्ति चेत् अदादिगणे भवति यदा द्वित्वं भवति चेत् जुहोत्यादिगणे भवति अन्यत् सर्वत्र विकर्णप्रत्ययः अवश्यम् अस्ति ओके द्वित्वम् अस्ति चेत् जुहर्ण ओके तदेव भेदः अदादिगणजुहोत्यादिगणे भेदः अदादिगणे विकर्णप्रत्ययः नास्ति एव जुहोत्यादिगणे यदापि विकर्णप्रत्ययः नास्ति तत्र तु द्वित्वं भवति द्वित्वम् ओके तदेव भेदः गीता भगिनी वदति आम् बहिनी एकः संशयः क्रू दाति अस्ति किल तत्र क्रू कर् इति भवति रू अर् भवति अत्र अपि आदेशः इति वक्तव्यं वा आं तत्रापि तत्र तिङ् इति प्रत्ययः अस्ति किल यदा कर् योगः ओ योगः ति इति करो वयं स्वीकृतवन्तः तत्र ति इति प्रत्ययः अस्ति किल तत्रापि तस्य कारणेन अपि गुणः भवति शप् इत्येव कारणम् इति नास्ति, यदा ति इति प्रत्ययः अस्ति तस्य कारणेन तद् निमित्तं भवति गुणस्य, तत्रापि तस्य कारणेन गुणं भूत्वा करोति इति तत्र आगच्छति. तत्र कृ धातुः विषये बहु किमपि अस्ति भगिनि, यदा वयं तनादिगणे पठामः पठिष्यामः तत्र बहु किमपि अस्ति, तत् रूपद्वयं त्रयं वा प्राप्नोति. करोति इति प्रथमपुरुष एकवचनं, परन्तु कुरुतः इति द्वितीय द्विवचनं किल, अतः तत्र किमपि बहु किमपि कार्यमस्ति तत्र. परन्तु इदानीं वयं जानीमः करोति इति तनादिगणे अस्ति. अस्तु अस्तु भगिनि, धन्यवादः. नास्ति चिन्ता. इदानीं कः, नीता भगिनी वदति वा दृह् इति? दृह् भगिनि, दृह् दातु दृह्यति, शृणोति वा भगिनि? आम् श्रूयते श्रूयते, परन्तु किञ्चित् प्रतिध्वनिः आगच्छति. वदतु भगिनि इदानीं सम्यक्. दृह् इति धातुः अस्ति, क्रियापदं दृह्यति इति अस्ति. अत्र दृह् धातु योगः योगः विकरणप्रत्ययः, ति इति प्रत्ययः अस्ति, अतः दृह्यति इति क्रियापदं भवति. अत्र या विकरणप्रत्ययः अस्ति चेत् दिवादिगणः भवति. उत्तमं भगिनि, उत्तमम्. अनन्तरं केनापि मध्ये आगतं वा इदानीं विलम्बेन? हरिप्रसाद् महोदय अस्ति. अनन्तरं नमस्कारः भगिनि, वसुप्रदा. वसुप्रदा भगिनि, अहं केवलं शृणोमि इति नास्ति चिन्ता भगिनि, शृणोतु. अन्य केनापि अस्ति वा, अन्य केनापि आगतं वा इदानीम्? अस्तु, मध्ये अरुणा भगिनी किमपि उक्तवती, तदेव अहमपि. ओ अस्तु अस्तु, चिन्ता नास्ति. पुष्पा भगिनी अग्रिमं करोति वा? शिक्ष् इति. अस्तु भगिनि, अस्तु भगिनि, अस्तु. शिक्ष् शिक्षते, तत्तु तुदादिगणे. किमर्थं तुदादिगणे, किमर्थं तुदादिगणे? अत्र कोऽपि गुणः न भवति. उत्तमं, परन्तु उपधायां कः वर्णः अस्ति? इकारः अस्ति उपधायां, ह्रस्व इकारः अस्ति, नास्ति. न न भगिनि, एकवारं पुनः शिक्षते इति अस्ति किल, तत्र शकारस्य शकारस्य विभजनं करोतु, शकारस्य विभजनं करोतु. क श, इदानीं कः कः वर्णः उपधायाम् अस्ति? शकारः, अतः अकारः, ककारः, ककारः क्षि क्ष ते इति किल, शकारः. शकारः, उत्तमम् उत्तमं, शकारः उपधायाम् अस्ति, अस्य गुणः न भवति. एतत् एव अस्ति भगिनि, उपधायान शकारः एव अस्ति. अन्तिमवर्णात् पूर्ववर्णम् उपधा इति वदामः, तत्तु अन्तिमवर्णः ते अस्ति. अन्तिमवर्णात् पूर्ववर्णः कः? ओ तत्तु भगिनि, उपधातु धातोः धातोः ई नास्ति भगिनि. शिक्षति शिक् एक एकनिमिषं भगिनि, शिक्षति धातुः अस्ति किल, ककार एव ककारः एव अस्ति, ककारः एव अस्ति, तदेव मम अपि भ्रमः जातः. शिक्ष् इति धातुः तत्र षि षकारः इकारः ककारः मूर्धन्यषकारः अस्ति भगिनि. उपधाय तु वर्णः या हल् किमपि किमपि भवितुम् अर्हति भगिनि. किमपि उपधा इत्युक्ते अन्तिमवर्ण पूर्ववर्ण तद् हल् अपि समीचीनं स्वरः अपि समीचीनं किमपि भवितुम् अर्हति. तद् ककारः तस्य गुण तस्य गुणः किमपि अवसरः एव नास्ति. गुणः तु स्वरवर्णस्य एव गुणः. उपधायां किमपि वर्णः भवितुम् अर्हति. स्वरवर्णस्य एव गुणः. परन्तु अत्र ककारः अस्ति तस्य तु गुणस्य अवसरः नास्ति. एतत्तु भुवादिगणीयधातुः अस्ति. शिक्षते भुवादिगणे न शिक्षते इति भुवादिगणीयधातुः अस्ति. अस्तु वा स्पष्टं? स्पष्टम् उत्तमं. किं भुवादि इति दृश्यन्ते? तदेव वयं शत्रन्तस्त्रीशत्रन्तरूपं दृष्ट्वा वयं ज्ञातुं शक्नुमः यदा भुवादिगणे अस्ति वा अथवा षष्टमगणे तुदादिगणे अस्ति वा. शिक्षन्ते शिक्षन्ते शिक्षन्ति इति नुमागमः नित्यः अस्ति. अतः तत्र भुवादिगणीयधातुः. प्रश्नः अस्ति वा भगिनि? तत्र शिक्ष् इति यथा वयं दृष्टवन्तः अत्र संयुक्ताक्षरमस्ति चेत् अपि तस्य विभजनं कृत्वा एव उपधायाः अवधानं भवतु इति किल? आम् आम् आम् आम् आम् तत्तु मुख्यबिन्दुः अस्ति महोदय. यदा वयं संयुक्त अक्षरम् अस्ति चेत् उपधायां कः वर्णः इति तस्य विभजनं कृत्वा एव वयं ज्ञातुं शक्नुमः. अतः शिक्षिति स्वीकृत्य शकारस्य ईकारस्य गुणः इति न भवतु. यदा वयं क्रियापदस्य निर्माणसमये तत्र वयं शिक्षिति धातुः स्वीकृत्य कदापि तत्र उपधायाः ईकारः अस्ति इति कृत्वा तत्र गुणः इति नास्ति. चिन्तनं तादृशं नास्ति. तत्र अतः एव तस्य विभजनं बहु मुख्यम् अस्ति संयुक्ताक्षरस्य. अनन्तरं माला भगिनी वदति वा? रच् भगिनी भगिनी एकवारं पुनः वदतु. शिक्ष् इति धातु इक् उपधायां किल? उपधा किल? न न न इक् शिक्ष् इति धातुः प्रथमम् अहं विभजनं करोमि तस्य. शकारः इकारः इकारः इक् ककारः ककारः मूर्धन्यषकारः मूर्धन्यषकारः उपधा उपधायां कः वर्णः? इक् तस्य गुणः तु न भवति एव किल? भुवादिगणधातुः भुवादिगण. ओके सम्यक् सम्यक् धन्यवादः. माला भगिनी वदतु इदानीम्. आं श्रूयते वा? आं श्रूयते भगिनि. अस्तु रुच् धातु तस्य लट्लकाररूपं भवति. ऐम् सोरि क्षम्यतां. रच् धातु तस्य लट्लकाररूपं भवति रचयति. अत्र विकरणप्रत्ययः अस्ति अय. अतः दशमगणे चुरादिगणे अस्ति एषः धातु. उत्तमं. लक्ष्मी भगिनी प्रश्नः अस्ति वा? आं भगिनि. अत्र शिक्षते इत्यस्मिन् तत्र उपधायां ह्रस्व इक्वर्णः नास्ति, अपि च धातोः अपि इक्वर्णः नास्ति. तत्र गुणकार्यं न भवति. परन्तु तत्र विकरणप्रत्ययः अकारः. अत्र विकरणप्रत्ययः तुदादिगणे अपि अस्ति, अपि च प्रथमगणे भुवादिगणे अपि अस्ति, कथं निर्णेतुं शक्नुमः एतत् भुवादिगणे एव भवति इति कथं जानीमः? तदेव तत्र शत्रन्तरूपं शत्रन्तस्त्रीरूपं दृष्ट्वा एव वयं ज्ञातुं शक्नुमः। तस्मिन् विषये वयं अद्य एव वयं पठामः, करपत्रद्वितीय वा तृतीयकरपत्रे अस्ति, तत्र वयं पठामः। परन्तु यदा विकर्णप्रत्ययः प्रथमगणे षष्ठमगणे अपि अ इति अस्ति, शत्रन्तस्त्रीरूपं भुआदिगणे सर्वदा नित्यमस्ति, नुमागमः नित्यमस्ति, परन्तु षष्ठमगणे वैकल्पिकरूपम् अस्ति। इत्युक्ते तत्र तु वयं तत्र रूपद्वयं भवति, लिखन्ति लिखति इति रूपद्वयं भवति तुदादि षष्ठमगणे तुदादिगणे, परन्तु भुआदिगणे तु पठन्ति इति एकमेव रूपं नुमागमः नित्यं भवति। तत्र तत् तद् दृष्ट्वा एव वयं ज्ञातुं शक्नुमः। यदा शत्रन्तरूपं वयं न जानीमः, स्त्रियां शत्रन्तरूपं परिचितधातुः नास्ति वयं न जानीमः चेत् धातुकोशः दृष्ट्वा एव वयं ज्ञातुं शक्नुमः कस्मिन् गणे अस्ति इति। प्रसिद्धधातुः अस्ति चेत् वयं ज्ञातुं शक्नुमः, परन्तु यदा अपरिचित नूतनधातुः अस्ति चेत् वयं धातुगणं धातुकोशः इति दृष्ट्वा एव वयं ज्ञातुं शक्नुमः। धन्यवादः। गीता भगिनी पृच्छ् धातुः करोति वा? अस्ति वा भगिनि? रुच् धातुः क्रियापदं भगिनि तत्तु रचयति तु चुरादिगणः न? आम् आम् चुरादिगणः करोतु भगिनि। रोचते उकारः ओकारः भवति, ऋकारः रोकारः विकरणप्रत्ययः अस्ति, भुवादिगण तावदेव भुवादिगण। जगन्नाथमहोदय अग्रिमं करोति वा? आम् ख्या धातु ख्याति अत्र विकरणप्रत्यय नास्ति, गुणकार्यमपि नास्ति, तर्हि अदादिगणे भवति। उत्तमं महोदय। रोचते तनादिगणम् एव भवति वा? न न भुवादिगण, तत्र तु गुणः भवति किल महोदय, रू धातुः, रू इति उपादायाम् उकारः अस्ति, तस्य गुणः भवति रो इति, गुणकार्यं तु भुवादिगणे भवति, अतः भुवादिगणीयधातुः। ओके ओके ओके। प्रिया भगिनी करोति वा? अस्ति वा भगिनि? अस्तु, हरिप्रसाद् महोदय करोति वा? आं भगिनि, स्वप् धातु शये इत्युक्ते शयनविषये इति चिन्तयामि, स्वपिति इति लट्लकार रूपं स्वपिति स्वपिति अनुमानं करोतु, अहं वदामि, किञ्चित् विशिष्टकार्यमस्ति अत्र। अस्तु, स्वप्योगः इति चिन्तयतु. स्वप्योगः इति किन्तु ई तु अत्र कस्मिन्नपि गणे विकरणप्रत्ययः नास्ति, अतः एव अहं सङ्केतरूपेण उक्तवती स्वप्योगः इति चिन्तयतु इति. स्वप्योगः इति इत्युक्ते तत्र प्रायः विकरणप्रत्ययः नास्ति इति तात्पर्यम् इति चिन्तयामि. तर्हि अदादिगणे एव आगच्छति वा? आम् आम्, तत्र अदादिगणीयधातुः एव स्वपिति इति. तत्र किमपि विशिष्टकार्यं भूत्वा तस् इति तत्र इकारः तत्र भवति. किमपि कार्यमस्ति तत्र अन्तर्गणः इति भवति. यदा वयम् एकः गणः स्वीकुर्मः चेत् तत्र अन्तर्गणः इत्यपि अस्ति, तत्र किमपि विशिष्टकार्यं भवति. अत्र स्वपिति इति ईकारस्य आगमनमपि किञ्चित् विशिष्ट कार्येण भवति. स्वपिति इति रूपं तदपि अदादिगणीयधातुः एव. तर्हि अत्र यदा वयं वदामः ति आगच्छति इति, तत्रैव इति प्रवर्तनं भवति वा? अन्यथा अत्र विकरणप्रत्ययः इ अभवत् इति वदामः? न, किमपि नास्ति तत्र. स्वप् विकरणप्रत्ययः तु लोपः भवति अदादिगणीयधातुः इति कृत्वा. स्वप्योगः ति इति भवति, अनन्तरम् ईकारस्य आगमनं भवति. स्वपि योगः ति स्वपिति इति रूपं भवति. अस्तु. तिङ् तत्र तिङ् इति प्रत्ययस्य ईकारस्य योजनं न, स्वप् इति धातोः कृते ईकारस्य योजनम्. अङ्गकार्यम् इति वदामः तस्मिन् विषये अपि वयं रक्ष्यामः, परन्तु तत्र स्वप् इति धातोः इकारस्य आगमनं तत्र स्वपि इति भवति. वसुप्रदा भगिनी, तत्तु भगिनी स्वपि तु सामान्य लट्लकारः नास्ति न? सामान्यः एव भगिनि. अत्र ईकारः कथम् आयाति? तत्र तु विशेषसूत्रमस्ति भगिनि, अतः स्वपि इति भवति. स्वपि भवति वयं न पठितवन्तः. वयं पठितवन्तः भगिनि, अदादिगणे पठितवन्तः. अहं तु न जानामि. अस्तु भगिनि, तत्र अस्ति तस्मिन् विषये. वसुप्रदा भगिनी अग्रिमं करोति वा? तिज् ओ अस्तु. रमाबाई भगिनी. आम्, तिज् धातुः तेजयति लट्लकारः. अत्र ति ते इति अस्ति. तेज् योगः य योगः ति तेज् अय अययोगः ति. तदर्थं सुरादिगणः दशमगणः. उत्तमं तावदेव उत्तमम्. रामनाथन् महोदय करोति वा अग्रिमम्? शृणोति. ऋण् एव ऋण् ऋणोति. ओकारम् एव विकर्णप्रत्यये भवति. तनादिगणः उत्तमं तावदेव अमित्राव् महोदय सृज् धातु सृज्यते इति आत्मनेपदरूपम् अत्र य विकरण दृश्यते तस्मात् चतुर्थगण दिवादिगण उत्तम राधिका भगिनी करोति वा अग्रिम अस्तु राज् धातु राज्नोति इति अन्तिमरूपं नो इति विकरणप्रत्यय अतः सुवादिगण इति चिन्तयामि उत्तमम् उत्तमम् येन केनापि आगतं वा मध्ये शृणोति वा हा श्रूयते भगिनि नाम उच्यत प्रिया भगिनि आम् इदानीं श्रूयते अन्य केनापि गतं वा प्रिया भगिनी वदति वा आं वदामि कृष् कृष् धातु क्रियापदमस्ति कृष्यति विकरणप्रत्ययः अस्ति य दिवा चतुर्थगणः दिवादिगणे अस्ति तावदेव भगिनि उत्तमम् विजी भगिनी वदति वा पादातु पा धातु पाति लिट्लकाररूपं पा योगः ति योगः पाति विकरणप्रत्यय प्रत्यये नास्ति तथैव अदादिगणे द्वितीयगणे पाति उत्तमं भगिनि धन्यवादः सुमित् शेखर् महोदय शिष् धातुः नमस्ते एकनिमिषं कः धातुः शिच् वा शिच् किं शिष् न दृश्यते एव अत्र पा धातुः अनन्तरम् अस्ति अस्तु शिनष्टि इति अस्तु शिनष्टि अत्र तु पुनः अतः पुनः उत्तमं मित्रा भगिनी करोति वा अग्रिमं भगिनि कस्मिन् गणे आम् आं वदतु महोदय षष्टि किमर्थं रुदादिगणं षष्टि तत्र नकारः मध्ये आगच्छति धातोः मध्ये नकारः आगच्छति रुदादिगणे एव नकारः मध्ये आगच्छति धातोः मध्ये अतः षष्टि इति रुदादिगणे धातु प्रश्नः अस्ति वा न धातोः मध्ये किमर्थं शिष् इति धातु आम् नकारं न श्रूयते भगिनि क्षिणष्टि इति अस्ति किल रूपं लट्लकारे रूपं लट्लकाररूपं दृष्ट्वा लट्लकाररूपं दृष्ट्वा एव वदामः धन्यवादः सुमित्रा भगिनी वदतु आं भगिनि धातुः अस्ति ज्ञा क्रियापदम् अस्ति जानाति विकरणप्रत्ययः न अतः क्रयादिगणः क्रयादिः आम् तत्रापि धातु आदेशः इति वदामः न्यास्थाने जानाति इति आगच्छति ज्योति भगिनी वदति वा आम् सन् धातु सनोति दाने तत्र ओ दृश्यते नो तु न दृश्यते यतः न तु धातुतः एव आगच्छति. अतः ओ उकर विकरणप्रत्ययः अष्टमगणीय तनादिगणीय. उत्तम उत्तम. लक्ष्मी भगिनी वदति वा पञ्च धातुः? आं भगिनि, वञ्च् धातुः क्रियापदमस्ति वञ्चयते आत्मपदे रूपम्. अहं न जानामि प्रलम्भने इत्युक्ते किं तस्य अर्थः कः इति, परन्तु अत्र अय्या इति आदेशः भवति अतः चुरादिगणे आत्मनेपदरूपम् इति भाति. आं चुरादिगणे एव. उत्तमं. प्रलम्बने अहं चिन्तयामि वञ्चयते इत्युक्ते वञ्चनकार्यं यः करोति तत् वञ्चयते इति अर्थं प्रायः. तत् धातुः वञ्च् धातुः भुआदिगणे अपि अस्ति गतौ इति अर्थे, गत्यार्थकधातुः, तत्र वञ्चति इति रूपं भवति, अत्र तु चुरादिगणे. ओ अर्थभेदः अस्ति वा? अर्थभेदः अस्ति. वञ्चति इति गत्यार्थकधातुः, चुरादिगणे तु प्रलम्बने इति. उत्तमम्. राजेन्द्रमहोदय वदति वा रुद् धातुः? आम् आं भगिनि, रुद् धातु रुद् अश्रुविमोचने रुद् लट् लकारः अस्ति रोद् इति, अत्र तु गुणः भवति, गुणं भूत्वा रो भवति, उकारस्य ओकारः भवति. तत् अपि तु चिन्तयामि तत् इडागमः अपि भविष्यति, तत्कारणात् रोदति भवति प्रथमगणे भुवादिगणे अस्ति. चिन्तनं बहु सम्यक् अस्ति महोदय, परन्तु रुद् धातुः तु अदादिगणीयधातुः अस्ति. तत्र किं भवति इत्युक्ते यदा वयं किमपि अन्यद् अस्वप् इति धातुः चर्चितवन्तः किल, तादृशमेव अत्रापि एतद् तु अदादिगणीय उपगणः, उपगणधातुः अस्ति. तत्र किमपि अन्यत् कार्यं भूत्वा एतद् गुणः सर्वं भूत्वा रुदीति इति रूपं भवति. तत्रापि रुद्योगः ई योगः ति इति भूत्वा रुदि रोदति रोदीति इति रूपं भवति. परन्तु एतत्तु अदादिगणीयधातुः अस्ति, विशिष्टधातुः. अस्तु वा? नीता भगिनी अग्रिमं करोति वा? अहं पठामि भगिनि. मृष् धातुः क्रियापदं मृष्यति इति, मृष् योगः य यो मृष् धातुः योगः य विकरणप्रत्ययः योगः ति इति भवति. य विकरणप्रत्ययः अस्ति अतः चतुर्थगणः दीपादिगणः भवति. उत्तमं भगिनि, उत्तमं. पुष्पा भगिनी करोति वा? आं भगिनि, अत्र किमस्ति, हा मृष्यति, हा जहाति, जुहोत्यादिगणे द्वित्वम् आयाति. हकारस्थाने जकारः आयाति. तत्तु कथं किं वयं पठिष्यामः, अग्रे पठिष्यामः. उत्तमं भगिनि. माला भगिनी करोति वा? आम्, धातु अस्ति सा धातु, तस्य लट्लकाररूपम् अस्ति साति. अत्र विकरणप्रत्ययः न दृश्यते अतः अदादिगणे अस्ति. उत्तमं. गीता भगिनी करोति वा? श्री धातुः गीता भगिनी अस्ति वा? जगन्नाथमहोदय करोति वा? अस्ति वा भगिनी गीता भगिनी? श्री धातु श्रायते, श्रयति, श्रय सारी श्रयति, अय अय आगच्छति अय आगच्छति शुरादिगण श्री इति अस्ति तस्य गुणः भवति वा श्री विक्रम श्रे एकारः प्लस् आय गुणः अस्ति न अस्ति उत्तमं गुणः अस्ति श्री श्रेयमिकम्स् श्रे उत्तमं एकारः एण्ड् अकारः योजते अय भवति ऐ भवति ऐ भवति ऐ भवति चुरादिगण न ऐ इति तु सन्धिकार्यं भूत्वा एव भवति किल विकरणप्रत्ययः कः सो इट् इस् भवादिगण उत्तमं तावदेव श्री श्रे भवति श्रेयोगः अयोगः ति अत्र सन्धिकार्यं भवति अनन्तरं श्रयति इति भुवादिगणीयदातुं भुवादिगणम् आम् जगन्नाथमहोदय अग्रिमं करोति वा आं श्रूयते वा आम् आम् तृष् इति धातु धातुः तृष्यति इति तस्य लट् लटि रूपं तर्हि एतत्तु यकार भवति तर्हि तस्य दिवादिगणे अस्ति उत्तमं प्रिया भगिनी करोति वा आं करोमि भगिनि स्त्र धातु क्रियापदमस्ति तृणोति अत्र विकरणमूलरूपमस्ति श्नु पञ्चमगणे तस्य आकृतिः अस्ति नो स्त्र योगः नो अन्तः स्तृणोति उत्तमं स्वादिगणः हरिप्रसाद् महोदय करोति वा अग्रिमम् क्षिप् धातुः क्षिपति इति लट्लकाररूपं प्रेरणे विषये आगच्छति प्रेरणा इत्युक्ते प्रेरणा इति न इति चिन्तयामि प्रेरणे क्षिपति इत्युक्ते यदा वयं शिलाखण्डं क्षिपामि इति वदामः किल तदेव क्षिपति आम् अस्तु क्षिप् तर्हि प्रेरणे इति तस्य अर्थः कथं भवति किमपि नुदति इव वा तावदेव विकरणप्रत्ययः अत्र गुणः न भवति तर्हि सुदादिगण षष्टमगणः अनन्तरं केनापि आगतं वा मध्ये यस्य नाम मम पार्श्वे नास्ति अवसरः न प्राप्तवन्तः दमाबाय् भगिनि द्यूत् द्योतते द्योतते लट्लकारः भवादिगण द्यो द्योत दो इति गुणः दु दो भवति दो दोत् योगः आ योगः ते आ विकर्णप्रत्ययः तदर्थं विवादिगणः भवति उत्तमम् उत्तमम् रामनाथन् महोदय भगिनी मह्यम् एकवारं शृणोति एकवारं विवरणं कर्तुं शक्यते वा आम् तत्र स्कृ इति धातुः अस्ति पञ्चमगणीयविकरणप्रत्ययः तु श्नु इति भवति परन्तु तस्य रूपं लक्षणं यदा तस्य परिवर्तनं भवति नो इति एव अवशिष्यते स्तृ योगः नो योगः ति स्तृणोति इति भवति तत्र तु ऋकारः अस्ति किल स्तृ इति ऋकारः अस्ति अतः नकारस्य णत्वं भवति णत्वं भवति णत्वं भूत्वा शृणोति इति रूपं भवति शृणोति स्तृणुतः इति द्विवचने स्तृणुतः इति भवति अतः एव तत्र नु अपि अस्ति नो अपि अस्ति यदा वयं विकरणप्रत्ययः पश्यामः चेत् नु नो भवति इति अस्ति अतः नु अपि नु इति अपि भवति द्विवचने स्तृणुतः इति भवति एकवचने स्तृणोति तत् कार्यं कथम् इति वयं यदा स्वादिगणे पश्यामः तस्मिन् विषये परन्तु तदेव तत्र नु अपि रूपम् अस्ति नो अपि अस्ति अतः एव द्वयमपि दत्तमस्ति अत्र अस्तु भगिनि धन्यवादः भगिनि किमर्थं द्विगणः भवति पुनः वदतु न द्विगणः न स्वादिगणे श्नु इति एव विकरणप्रत्ययः अस्ति तत्र षकारस्य लोपः भवति लोपः भूत्वा नु इत्येव अवशिष्यते नु नु नो भवति तत्र किमपि कार्यमस्ति नो इति भवति एकवचने क्षम्यतां नो इति एव वयं योजयामः एकवचने शृणोति इति रूपं भवति द्विवचने तु शृणुतः नुकारस्य नु इति अस्ति किल तस्य योजनं भवति कार्यम् इति वयम् अग्रे द्रक्ष्यामः परन्तु एतदेव भवति इदानीं एकवचनमेव दृश्यते एकवचनमेव इदानीं धातुः विकरणप्रत्ययः विषये परन्तु तदपि अस्ति इति ओके ओके ज्ञानार्थम् आं ज्ञानार्थं तावदेव इदानीं कः रामनाथन् महोदय भवतः एव क्रमः किल क्षिपति तदुक्तवान् किल तद् भवति द्योत द्युत् अपि भवति वा द्योतते तदपि भवति अभवत् क्षम्यतां सूत्रयति सूत्रयति अय इति रूपं विकरणप्रत्यय चुरादिगणः तावदेव सम्यक् अमित्राव् महोदय वदति वा रु धातु रुहरणे हरति इति क्रियापदरूपम् अत्र ऋकारे गुण भूत्वा हर भवति त तत्पश्चात् अकारयोगे इकारयोगे ह र ति इति भवति. अतः गुहादिगण प्रथमगण उत्तमं प्रथमगण. धन्यवादः. राधिका भगिनी वदति वा? अस्तु भगिनि. विष् धातु प्रवेशने इति अर्थे विशति इति लटि. अत्र विष् अति अ इति भुवादिगणे इति. तत्र उपादायां कः वर्णः अस्ति भगिनि? इकारः गुणं इकारस्य गुणः न भवति अतः भुवादिगणन षष्टमगण षष्ठः गण इति सुधादिगणः इति. उत्तमं तावदेव. समीचीनम्. इदानीं विधि भगिनी अन्तिमं करोति वा? तिषति कथं रुदादिगणं? रुदादिगणं नास्ति, तुदादिगणः. गमी इति धातु गमयति लट्लकाररूपं. गमी ई अन्तिमस्ति. गम् ई अ द्वादिगणे. चिन्तनं समीचीनमेव. तद् दशमगणे किम् आयाति? गम् धातुः प्रथमगणे आयाति. उत्तमं. परन्तु एतत् गमयति इति रूपं प्रेरणार्थे निच् रूपः रूपं तत्र तत्र गणः नास्ति, किमपि नास्ति. गमयति धातु भवादिगणे आयाति. परन्तु अत्र नत्वं अत्र प्रेरणार्थं वा? आं, प्रेरणार्थे निच् इति अस्ति. निच् अत एव गमयति ऐ योज योगः भवति. गमयति चुरादिगणे आयाति. न न न, स्वार्थे एव चुरादिगणे भवति, प्रेरणार्थे गणः नास्ति. प्रेरणार्थे स्वार्थे एव स्वार्थे एव. उत्तमं. स्वार्थे अस्ति. वदामि महोदय. गम् यदा चुर निच्छिति प्रत्ययः तस्य रूपद्वयं भवति, स्वार्थे प्रेरणार्थे इति. यदा स्वार्थे भवति चेदेव चुरादि गणे भवति, प्रेरणार्थे भवति चेत् यदा चोर् चुर् इति धातुः एव चोरयति इति रूपम् अस्ति, तत्तु स्वार्थे अस्ति. चोरः चोरयति, चोरः स्वस्मिन् कृते चोरयति, स्वस्य लाभाय चोरयति. अतः स्वार्थे चोरयति, अतः तस्य चुरादिगणे भवति. चोरः कृष्णः, कृष्णः चोरेण चोरयति. कृष्णः प्रेरयति त्वं चोरयतु इति प्रेरयति चोरं. तत्र प्रेरणार्थे भवति निच्, तस्य गणः एव नास्ति. गणचिन्तना तस्य नास्ति. भगिनि, स्वार्थे प्रेरणार्थे इति उक्तवती खलु एकवारं, पुनः न सम्यक् अवगतम्. किं भेदः? वदामि. तत्र निच् इति प्रत्ययः अस्ति. तत् प्रत्ययः स्वार्थे अपि भवति, प्रेरणार्थे अपि भवति. प्रेरणार्थे अपि निच् प्रत्ययः वयम् उपयोक्तुं शक्नुमः, स्वार्थे अपि. स्वार्थे भवति चेत् चुरादिगणे भवति, प्रेरणार्थे भवति. स्वार्थे इत्युक्ते स्वस्मिन् कृते, स्वस्मिन् कृते फार् ओन् सेल्फ्. स्वार्थे प्रेरणार्थे ओन् सेल्फ् इत्युक्ते चोरः चोरयति, स्वस्मिन् कृते चोरयति, अन्येषां कृते नास्ति, चोरयति इति. तत्र एकमपि अन्य उदाहरणमस्ति किल, क्षालयति, वस्त्रं क्षालयति, माता वस्त्रं क्षालयति, स्वस्मिन् कृते, स्वार्थे क्षालयति, कोऽपि अन्यः तं न प्रेरयति. भगिनि प्रेरणार्थे इत्युक्ते गणे नास्ति किल, गणचिन्तनं नास्ति, तत् गणस्य चिन्तनं नास्ति, नास्ति, धन्यवादः, गणः एव नास्ति. अत एव गमयति अत्र कस्मिन् कस्मिन् गणे वि न गणे न कस्मिन् कस्मिन्नपि गणे नास्ति प्रेरणार्थे. प्रेरणार्थे मीन्स् प्रेरणार्थे इत्युक्ते प्रेरयतु, यदा माता पुत्रीं वस्त्रं पुत्रीं प्रेषयति, कुत्रापि प्रेषयति इत्युक्ते काफल्. आम् उत्तमं, तदेव प्रेरणा करोति, गच्छतु इति. भवती उक्तवान् शालयति तस्मिन्नेव, परन्तु पूस् वस्त्रं शालयति, हौ वि फैण्ड् औट्? स्वस्मिन् वस्त्रमेव शालयति इत्युक्ते स्वार्थे, अन्य केनापि वस्त्रं शालयति इत्युक्ते यत् पुत्रीं वदति शालयतु, एतद् वस्त्रं शालयतु इति, यदा तत्र प्रेरणं भवति किल, तत्र प्रेरणार्थे. अस्तु, उत्तमम्. इदानीं वयं किं कुर्मः इत्युक्ते द्वितीयकरपत्रं स्वीकुर्मः, द्वितीयकरपत्रात् पठेम. इदानीं कः पठति? शेखर् महोदय अस्ति वा? अस्मि अस्मि, अधुना अस्मि. आगतवान् वा? आम्, पठतु महोदय, धातुगणपरिचयः इति द्वितीयकरपत्रात्. धातुगणपरिचयः, अस्तु, करपत्रात् किम्? आम्, द्वितीयकरपत्रम् अस्ति. एकनिमिषम् एकनिमिषम्. अस्तु, एतावता अस्माभिः दृष्टं यत् धातूनां दशगणाः सन्ति, तथा च विकरणप्रत्ययेन गणाः भिद्यन्ते. पठति पट् योगः अ योगः ति, पट् धातुः अर्धं निर्दिशति, अ विकरणप्रत्ययः गणं निर्दिशति, ति तिङ् प्रत्ययः लकारं निर्दिशति. अस्तु, तत्र क्रियापदे भागत्रयं वर्तते, प्रथमभागः अस्ति धातुः, अनन्तरं विकरणप्रत्ययः अस्ति, अनन्तरं तिङ्प्रत्ययः अस्ति. तावदेव, विकरणप्रत्ययं दृष्ट्वा वयं धातुः कस्मिन् गणे अस्ति इति ज्ञातुं शक्नुमः. तिङ्प्रत्ययः लकारं सूचयति. तावदेव, अत्र उत्तमं महोदय, अवगतं किल? तत्तु सरलमेव. सुमित्रा भगिनी द्वितीयबिन्दुः पठति वा? आं भगिनि, विकरणप्रत्ययस्य मूलरूपं भवति धातुतः क्रियापदस्य निर्माणार्थं सोपानानि सन्ति, सोपानेषु विकरणप्रत्ययस्य रूपं परिवर्तते. उदाहरणार्थं द्वादिगणे विकरणप्रत्ययः शप्, सोपानेषु लट् लकारस्य प्रथमवचनरूपस्य निर्माणे विकरणप्रत्ययः शप् अ इति भवति, एवम् एव दशासु लकारेषु. तत्र क्रमेण किं करोति इति दत्तवन्तः, मूलरूपम् इति विकरणप्रत्ययस्य मूलरूपम् अस्ति, तत् प्रत्ययस्य आकृतिः अपि आगच्छति. एवमेष दशम दशासु गणेषु किं किं विकर्णप्रत्ययः मूलरूपं किम् आकृतिः किम् इति कोष्टके अत्र अस्ति. भगिनि मम एकः क्लेशः, इदानीं द्वितीयस्तम्भः भिन्नभिन्नप्रत्यये दत्तवती, अहं न जानामि शप् प्रत्येक किं शयन् प्रत्येक अग्रे आगच्छति महोदय. अग्रे आम् आम् आम् ओके ओके ओके. बहुवारं वयं कुर्मः महोदय, चिन्ता नास्ति. धन्यवादः. पठतु आं पठतु भगिनि. भगिनि एकनिमिषः, वयं कुत्र स्मः? गुणः एतत् द्वितीयकरपत्रं भगिनि, धातुगणपरिचयः इति. अस्तु धन्यवादः. पठतु भगिनि. द्वादिगणः विकर्णप्रत्ययः, प्रत्ययस्य मूलरूपम् अस्ति शप्, आकृतिः अ इति. अदादिगणः मूलरूपं न अस्ति शप् लोपः कारणेन, आकृतिः अतः न अस्ति तत्र. जुहोत्यादिगणः गणे अपि मूलरूपं न अस्ति, अतः आकृतिः नास्ति. दिवादिगणे ष्यन् इति मूलरूपं, य इति आकृतिः. स्वादिगणः श्नु इति मूलरूपं, नो इति आकृतिः. तुदादिगणः श मूलरूपम्, अ आकृतिः. रुधादिगणः ष्यन् श्नन् श्नम् इति मूलरूपं, न इति आकृतिः. तज्ञादिगणः उ मूलरूपम्, ओ आकृतिः. क्षयादिगणः श्ना मूलरूपं, ना आकृतिः. शुरादिगणः निच् योगः शप्, अय इति आकृतिः. उत्तमं, तावदेव. अत्र आकृतिः इति प्रथमं मूलरूपम् अस्ति, अनन्तरम् आकृतिः. आकृतिः इत्युक्ते अपियरेन्स्, कथं भवति इति. यदा लोपः भवति अनन्तरं कथं तस्य रूपं भवति इति आकृतिः इति दत्तवान् महोदयेन. तत्र अनन्तरं ज्योति भगिनी तृतीयबिन्दुः पठति वा? आम्. उपरि स्थिते कोष्टके पश्यामः यत् मूलविकरणप्रत्ययेषु बहुत्र व्यञ्जनानि सन्ति, किन्तु तस्मिन् एव कोष्टके पश्यामः यत् लट् लकारे आधिक्येन तानि व्यञ्जनानि न तिष्ठन्ति. किमर्थमिति चेत् सोपानेषु तानि व्यञ्जनानि अपगच्छन्ति, नाम तेषां लोपः भवति. यस्य लोपः भवति तस्य विशिष्टनाम अस्ति इत् इति संज्ञा. तर्हि विकरणप्रत्ययेषु बहुत्र व्यञ्जनानाम् इत् संज्ञा भवति. किमर्थम् आरम्भे एतानि व्यञ्जनानि आसन्? यदि गच्छन्ति एव, तैः वर्णैः कार्यं निर्दिष्टम् अस्ति, अपि च तत् कार्यम् एषां वर्णानां गमनानन्तरम् अपि सिद्ध्यति. तत् कार्यं किम् इति अग्रे पश्यामः. प्रतिपादयति वा भगिनि किम् अवगच्छति इति? तर्हि विकरणप्रत्यये वयं पश्यामः यथा वादिगणे शप् अस्ति तत्र, अनन्तरं विकरणप्रत्ययस्य आकृतिः पश्यामः चेत् श अपि गच्छति, प अपि गच्छति, अ एव तिष्ठति. तर्हि किमर्थं श अपि च प तत्र पूर्वम् आसीत्? तस्य किमपि कार्यमस्ति अनन्तरं, कानिचन सूत्राणि सन्ति ये कार्यं करोति. यदि श अपि च प विकरणप्रत्यये अस्ति तर्हि एव तो तानि सूत्राणि कार्यं करोति. तानि सूत्राणि वयम् अनन्तरं पश्यामः, परन्तु तस्य कार्यमस्ति इति इदानीं जानीमः. अतः समीचीनं भगिनि. तस् लोपकार्यस्य नाम अस्ति इत् संज्ञा इति. इति संज्ञा दत्तवान् पाणिनिना. लोपः इति इदानीं पर्यन्तं वयं यत् वदामः, शकारस्य पकारस्य इत् संज्ञा, इत् इति नामकरणं, नूतननामकरणम्. अस्तु वा? लक्ष्मी भगिनी चतुर्थबिन्दु पठति वा? कः धातुः कस्मिन् गणे प्रविष्टः इति ज्ञातव्यम् अस्माभिः किल. एतावता भवन्तः प्रायः मूलविषयम् अवगच्छन्ति, नाम विकरणप्रत्ययम् अधिकृत्य गणः निर्णेतव्यः. प्रथमे करपत्रे च कथं निर्णीयते इति प्रदर्शितं, परन्तु कुत्रचित् विषयः भ्रमात्मकः भवति. तानि भ्रमात्मकानि स्थलानि अधुना अवलोकयाम. वदतु भगिनि. इत्युक्ते कः धातुः कस्मिन् गणे भवतु इति ज्ञातव्यं, तदेव अस्माकं कर्तव्यं. तदर्थम् अत्र रमाबाई भगिनी म्यूट् करोति वा? कथं म्यूट् करोमि? तत्र म्यूट् इति यदा फोन् मध्ये अस्ति चेत् स्टार् सिक्स् इति नोदयतु. कम्प्यूटर् मध्ये अस्मि. कम्प्यूटर् मध्ये इत्युक्ते तत्र म्यूट् इति एकः बटन् अस्ति किल उपरि, तद् नोदयतु कृपया. मैक् ऐकान् इव दृश्यते. मैक्, मैक् ऐकान् भवतः न अहं कर्तुं शक्नोमि वा इति. आम्, अहमेव करोमि भगिनि. आम्, सम्यक्. आं वदतु भगिनि लक्ष्मीभगिनी, क्षम्यताम्. अत्र एतावत्पर्यन्तम् अस्माभिः ज्ञातं यत् विकरणप्रत्ययस्य भेदेन एव अत्र दशगणाः सन्ति. विकरणप्रत्ययम् अधिकृत्य गणाः निर्णेतव्याः इत्युक्ते तदनुसृत्य एव वयं धातुं कः धातोः कस्मिन् गणे भवतु इति वयं तस्य निर्णयं कुर्मः. परन्तु कुत्रचित् स्थलेषु एतत् विषयं भ्रमात्मकं भवति. कदा उत्तमं भगिनि. यदा वयं प्रथमषष्टमगणविषये दृष्टवन्तः किल, तत्र किञ्चित् भ्रमः जातः किल, तदेव कुत्र भ्रमात्मकं भवति इति अग्रिमे पश्यामः. उत्तमं भगिनि. भगिनी, लक्ष्मी भगिनी सम्यक् संस्कृतेन वदति. अहं प्रयत्नं कर्तव्यं मग, परन्तु न आगच्छति. लक्ष्मी भगिनी चालयति किल महोदय वर्गः. ओहो, भवान् अपि योजयतु. भगिनी वदति वा कस्मिन् दिने इति? किं भगिनि पुनः वदतु? भाषावर्गः कस्मिन् दिने अस्ति इति वदति वा? मङ्गलवासरे अपि च गुरुवासरे अहं प्रयत्नं करोमि. प्रथमवारं लक्ष्मी भगिनी यु एस् मध्ये अस्ति वा? आं महोदय. ओके, वाट् इस् द टैम् आन् मङ्गलवासरे और् बुधवासरे? मङ्गलवासरे सार्धसप्तवादन. न, इण्डियन् टैम्. इण्डियन् टैम्? इण्डियन् टैम् इत्युक्ते तत्र षड्वासने एव भवति. सार्ध इ एस् टि मध्ये सार्ध वा? इण्डियन् स्टाण्डर्ड् टैम् षड्वादनतः सप्तवादनपर्यन्तं. षड्वादन सुबह वा? बुधवासरे. गिव् मी द लिङ्क्, ऐ विल् जायिन्. भगिनी, केन् यु हेल्प् हर् वित् मै ईमेल् ऐ डि रामनाथन् @gmail.com, बिकास् ऐ वाण्ट् टु गेट् ट्रेन्ड् आन् स्पीकिङ्ग्. द वेरि पर्पस् आफ़् जायिनिङ्ग् इस् स्पीकिङ्ग् ओन्ली. नास्ति चिन्ता महोदय, वर्गः अस्ति तस्मिन् कृते. ओके ओके भगिनि, अहमपि प्रथमवारं प्रयत्नं करोमि. सम्यक् चालयति भगिनि. अहम् एकवारं श्रुतवती भवत्याः ध्वनिमुद्रणम् एकवारं श्रुतवती, सम्यक् चालयति भगिनि. टु बि हानेस्ट्, वेन् वि सी पीपल् टाकिङ्ग् इन् संस्कृत, वि रियलि एन्वि. अभ्यासेन आगच्छति. अभ्यासेन एव आगच्छति. अभ्यासं, वि नीड् टु गेट् आपर्चुनिटि आल्सो. ओके, इदानीं राजेन्द्रमहोदय अस्ति वा? आं भगिनि. अग्रिम अग्रिमं बिन्दु भगिनि. आम् आम्. विकर्णप्रत्ययः नास्ति चेत् धातुः द्वितीयगणे वा तृतीयगणे वा अदादिगणे सारल्यम् अस्ति. अस् योगति अस्ति, अस् ति इत्यनयोः मध्ये किमपि नास्ति, अतः द्वितीयः गणः. ज्योत्यादिगणे यद्यपि विकर्णप्रत्ययः नास्ति परन्तु धातोः द्वित्वम् अस्ति. दा ददाति, भि बिभेति, द्वित्वम् अस्ति इति कारणतः सुलभतया अवगच्छामः तृतीयगणः, अतः द्वित्वं तृतीयगणस्य लक्षणम्. अत्र किञ्चित् भ्रमः भवितुम् अर्हति, द्वितीयगणे अथवा तृतीयगणे धातुः अस्ति वा तस्मिन् भ्रमः भवितुम् अर्हति. तत् कारणात् तत् एकं युक्तिः अस्ति, तत् यथा अदादिगणे जुहोत्यादिगणे द्वौ गणौ तत्र विकर्णप्रत्ययः नास्ति परन्तु तथापि अदादिगणे सारल्यम् अस्ति, तत्र विकर्णप्रत्ययः नास्ति, अन्यत् किमपि कार्यं नास्ति, केवलं वर्णमेलनमेव अस्ति. अस् योगति अस्ति, यथा अस् धातु स्वीकुर्मः चेत् अस्ति तत् रूपं भवति, मध्ये किमपि नास्ति. परन्तु ज्योत्यादिगणे एक अपि विकर्णप्रत्ययः नास्ति परन्तु धातोः द्वित्वं भवति, यथा दा धातुः स्वीकुर्मः चेत् ददाति रूपं भवति, तत् द्वित्वं भवति, दधा ददा, तथैव भि अपि बिभेति तत् अपि द्वित्वं द्वित्वं भवति. तत् कारणात् सुलभतया वयम् अवगच्छामः धातुः अदादिगणे अस्ति अथवा च ज्योत्यादिगणे अस्ति. अदादिगणे किमपि नास्ति, विकर्णप्रत्ययः अपि नास्ति, ज्योत्यादिगणे अपि विकर्णप्रत्ययः नास्ति, परन्तु द्वित्वं भवति ज्योत्यादिगणे. तत् कारणात् तत् भेदः अवगच्छामः. उत्तमं भगिनि, इदानीं लट्लकारं रूपं दृष्ट्वा गणः पश्यामि, ऐडेण्टिफै समानरूपं संस्कृते किम् ऐडेण्टिफै? अनुमानं. तदैव अन्यानि रूपाणि धातुरूपाणि लिट्लकारं लोट्लकारं भिन्नभिन्ननियमाः सन्ति वा? आं, भिन्नभिन्ननियमाः सन्ति. लट् लोट् लिङ् लङ् रूपे अपि चत्वारः लकाराः एव गणभेदः अस्ति, अन्यलकारेषु गणभेदः नास्ति. कर्तरि, कर्तरिप्रयोगे लट् लोट् विधिलिङ् लङ् एव लोट् लट् लोट् लिङ् लिङ् लङ् भूतकालार्थे लङ्. ओके, कर्तरिप्रयोगे तत्र एव गणभेदः अस्ति, अन्यत्र न. यदा लिट् इति भवान् उक्तवान् किल, तत्र किमपि न, अन्यकार्यम् अस्ति तत्र, तत्र गणभेदः नास्ति. ओके, कर्मणि प्रयोगे अपि गणभेदः नास्ति. ओहोहो, अस्तु. इदानीं नीता भगिनी पठति वा द्वितीय आकारः इति? आं भगिनि. चतुर्थगणः वा दशमगणः वा दिवादिगणे विकरणप्रत्ययस्य केवलं य इति भागः दृश्यते. चुरादिगणे विकरणप्रत्ययस्य अय इति भागः दृश्यते. क्रियापदे नश् योगः य योगः ति नश्यति, खत् योगः अय योगः ति कथयति. भेदः अवगतः किल? नश् इत्यस्य अनन्तरम् आ न आगच्छति, आ न आगच्छति, केवलं य एव, अतः चतुर्थगणः. कथम् इत्यस्य कत् इत्यस्य अनन्तरम् आ अस्ति तदा य आदाय अय, अतः दशमगणः भवति. आहत्य आहत्य अय, क्षम्यतां क्षम्यतां, तदा य आहत्य अय, अतः दशमगणः भवति. अत्र चतुर्थगणः देवादिगणः, दशमगणः चुरादिगणः, तस्य अनुमानं कथं निर्णीयते इति अत्र अस्ति. देवादिगणे उदाहरणः अस्ति नश् योगः या योगः इति. अत्र या एव विकरणप्रत्ययः अस्ति, अतः सुलभः अस्ति. या विकरणप्रत्ययः अस्ति चेत् देवादिगणः इति. दशमगणः चुरादिगणः कथं निर्णयते इति अत्र अस्ति. खत् योगः अय योगः ति इति कथयति इति भवति. अत्र विकर्णप्रत्ययः अय इति अस्ति अत्र. आम् उत्तमम्. अतः कथयति इति भवति. अय इति विकर्णप्रत्ययः अस्ति चेत् दशमगणः भवति. उत्तमं भगिनि. सर्वे अवगतवन्तः किल? प्रश्नः अस्ति वा? पुष्पा भगिनी पठति वा इ इति भागः? पुष्पा भगिनी अस्ति वा? माला भगिनी पठति वा? आं भगिनी, श्रूयते वा? आं श्रूयते. अस्तु. पञ्चमः गणः वा अष्टमः गणः वा स्वादिगणे लट् लकारस्य प्रथमपुरुष एकवचनरूपे विकरणप्रत्ययस्य नो इति भागः दृश्यते. तनादिगणे लट् लकारस्य प्रथमपुरुष एकवचनरूपे विकरणप्रत्ययस्य केवलम् ओ इति भागः दृश्यते. नो ओ इत्यनयोः भेदः. शक् योग नो योगति शक्नोति. तन् योग ओ योगति तनोति. भेदः अवगतः किल? पञ्चमगणे नकारः विकरणप्रत्यये अस्ति, अष्टमगणे नकारः धातौ अस्ति. अस्तु, तर्हि वयं कथं जानीमः पञ्चमः गणः अस्ति वा अथवा अष्टमगणे धातुः अस्ति? तर्हि स्वादिगणे प्रथमपुरुष एकवचनरूपं पश्यामः चेत् विकरणप्रत्ययस्य नो इति भागः दृश्यते. धातु योग नो योगति. तर्हि नो इति पश्यामः चेत् तत्र स्वादिगणे अस्ति इति वयं जानीमः. तनादिगणे विकरणप्रत्यय केवलम् ओ दृश्यते, नो नो नास्ति. किमर्थम् इत्युक्ते धातुतः एव नो अस्ति, अतः तनादिगणे ओ दृष्ट्वा विकरणप्रत्ययम् ओ दृष्ट्वा वयं जानीमः तनादिगणे अस्ति. तर्हि प्रथमगणे पञ्चमगणे नो इति विकरणप्रत्ययः भवति, अनन्तरं तनादिगणे ओ इति विकरणप्रत्ययः अस्ति. तर्हि वयं तयोः भेदः अवगन्तुं शक्नुमः. उत्तमं भगिनि. स्वादिगणे अन्तिम अक्षरं नकारं भवति अर्हति वा? अन्तिम अक्षरम् इत्युक्ते कः महोदय? अन्तिमवर्णं शक्नो इति वा? महोदय इच्छति, महोदय पृच्छति नकारान्त धातु अस्ति वा स्वादिगणे? आम् आम्. नकारान्तधातुः इति वा? प्रायः तन्नोति नकारं द्वयम् इति अस्ति चेत् अर्हति वा? आम् भवितुमपि अर्हति, किमपि क्लेशः नास्ति, परन्तु अस्ति वा इति अहं न जानामि, दृष्ट्वा वदामि अस्ति वा. मम प्रश्नः भिन्नः. एकं धातु नकार अन्तिम अक्षरं नकारं भवति ओकारं वा नकारं वा नोकारं वा ओकारं वा किमर्थं अनुमानं कर्तुं शक्यते? ओ धातुरूपं दृष्ट्वा लट्लकाररूपं दृष्ट्वा वा? आम् आम्। ओहोहो तत्र यदा शण्णोति इति वयं स्वीकुर्मः षण् इति यदा वयं स्वीकुर्मः अहं न जानामि षण् इति अस्ति इति अनुमानेन षण्णोति षण्णोति इति वयं स्वीकुर्मः द्विवारं नकारः नकारद्वयम् अस्ति अतः प्रथमं धातुः विभजनं करोतु षण् इति धातुः षण् योगः नो योगः ति नो इति विकरणप्रत्ययः अस्ति अतः स्वादिगणे अस्ति इति वयं यदा धातोः एव द्वित्वम् इति षण् इति नकारद्वयम् अस्ति चेत् तत्र द्वितीयगणे षण् ओ ति ओकारः अस्ति अतः धनादिगणे अस्ति इति वयम् अनुमानं कर्तुं शक्नुमः। तादृशधातुः अस्ति वा इति अहं न जानामि महोदय, क्षम्यताम्। भगिनी महोदय एकवारं वदा सर्वे गणानि कोऽपि न बहु धातूनां सर्वे गणे अपि अस्ति इति अस्ति न? एकधातु सर्वे गणे अपि अस्ति। आम् आम् आम् वयं पठामः तस्मिन् विषये अपि आगच्छति अग्रे। आम् आम् भवान् ऐम् नाट् एबल् टु अण्डर्स्टाण्ड् न एक एक यदा एकधातुः स्वीकुर्मः चेत् तत् प्रायः भवादिगणे एव इति न, तद् अन्यगणे अपि तद् धातुः भवितुम् अर्हति तस्य अन्यरूपमपि इति किञ्चित् अधिकचिन्तनं प्रथमस्तरे अस्ति अधिकचिन्तनं। आम् कृष् इति धातु किल कर्षति कर्षति स्पृशति स्पृश्यति रूपमस्ति तदेव आगच्छति सन्ति। आम् आम् अस्ति अस्ति कृष् इति धातुः भिन्नभिन्नगणः अस्ति चेत् भिन्नभिन्न अर्थं अर्थं समान अर्थमपि अस्ति भिन्नार्थमपि अस्ति रूपभेदेन एव वयं ज्ञातुं शक्नुमः। कृष् इति धातुः कर्षति इति अपि रूपं कृषति अपि रूपं कर्षति इति भुवादिगणे अस्ति कर्षति इति षष्टमगणे सुधादिगणे अस्ति अर्थं तु समानमेव कृषकार्यम् इति फार्मिङ्ग् इति अतः अर्थः समानः अपि भवितुम् अर्हति भिन्न अर्थः अपि भवितुम् अर्हति। भगिनी आकर्षति कर्ष् तत्तु अस्ति एक्स्प्लोशन् आम् अस्ति अपि च भगिनी अन्यदपि अस्ति यदि यद्यपि उपदेश अवस्थायां नकारः अन्ते भवेत् तदपि तत्र लौकिक धातु प्रायशः तत् संज्ञा भूत्वा तत् लोपः भवति तथा न गच्छति। आम् आं तदपि भवति। आम् अस्ति इदानीं अस्मि एकः प्रश्नः अस्ति अत्र पञ्चमगण अष्टमगणस्य भेदः अत्र कृतवन्तः वयम् अत्र अष्टमगणस्य विवरणम् अत्र नकारः धातुः एव अस्ति योगः ओकारः भवति अतः नो इति भवति इति वयं पठितवन्तः किल अहं चिन्तयामि विशिष्टरूपः अपि अस्ति कृ धातुः करोति इति भवति किल अत्र कार्यं भिन्नः अस्ति किल भगिनि? आं तत्र बहु किमपि अन्य विशिष्टसूत्राणि आगत्य तत्र कार्यं करोति भगिनि करोति इति रूपं साधयितुं बहु किमपि सूत्राणि आवश्यकं तत्र। अस्तु भगिनि अस्तु तद् भिन्नकार्यं परन्तु अत्र तु तनादिगणे यदा सरलरूपेण महोदय दत्तवान् अवगत अवगच्छामः इति अवगच्छामः. धन्यवादः. कः पठति? माला भगिनी पठितवती किल? आं भगिनि. गीता भगिनी पठति वा अग्रिम अन्तिम क्षम्यताम् अन्तिम भाग प्रथमगणः वा षष्ठः गणः वा अस्य भेदस्य अवगमनार्थम् अग्रिमं करपत्रं पठति चेत् वार्ता स्पष्टा भविष्यति इति मन्ये. अस्तु अवगच्छति वा किम् अस्ति अत्र अस्ति? तत्र प्रथमगणः भुवादिगणः षष्ठमगणः तु वदति वा भगिनि? प्रथमगणः वा षष्ठमगणः वा अस्य भेदस्य अवगमनार्थम् अग्रिमं करपत्रं सो सेकेण्ड् करपत्रं तावदेव. आम् अद्य अत्र स्थगयामः. तृतीयकरपत्रं गृहपाठरूपेण पठतु. किमपि नूतनं नास्ति. यद् वयं वर्गे चर्चितवन्तः तदेव अस्ति तस्मिन् करपत्रे. वयं अवश्यं पठामः अग्रिमवर्गे. परन्तु एतत् गृहपाठरूपेण एकवारं पठित्वा आगच्छन्तु. अग्रिमवर्गे वयं नूतनपाठस्य आरम्भं कुर्मः. लिङ्क् प्रेषितवती अद्य पुस्तकस्य विषये. तत्र अष्टाध्यायी इति प्रथमपुस्तकम् अस्ति किल, तस्य आवश्यकं भवति. यदा वयं पाणिनीय परिचयः सूत्रस्य परिचयः भवति. अत्र अष्टाध्यायी सूत्रपाठः इति पुस्तकस्य नाम प्रथमपुस्तकं तस्मिन् लिङ्क् मध्ये. कृपया तद् आनेतव्यम् अग्रिमवर्गात् आरभ्य. पुष्पादीक्षित् रचितवान् न? आम् आम् आम् आम् त्री ऐ थिङ्क् विल् हाव् त्री मोर् क्लासेस् न अट्लीस्ट् प्रायः वर्गद्वयं वा अनन्तरम् आवश्यकं भवति. अतः पूर्वमेव तस्य प्रयाणं करोतु. अस्तु, प्रश्नः अस्ति वा? समापयामः वा? धन्यवादः भगिनि. धन्यवादः भगिनि. धन्यवादः भगिनि. नमस्कारः. भगिनि धन्यवादः भगिनि. लक्ष्मी भगिनि धन्यवादः भगिनि. धन्यवादः. केन् यु शेर् मै ईमेल् ऐडि टु लक्ष्मी भगिनि? लक्ष्मी भगिनी प्रायः गतवती इति चिन्तयामि. अहं प्रेषयामि महोदय लिङ्क्. रामनाथन् SS किल? रामनाथन् SS अट् जिमेल् डाट् काम्. अहं विवरणं प्रेषयामि. थेङ्क् यू. थेङ्क् यू वेरि मच्. धन्यवादः. धन्यवादः. धन्यवादः भगिनि. धन्यवादः.